गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः. न्यायवर्गे सर्वेषां सुस्वागतम्. विजी भगिनी, नमस्ते भगिनी, समीचीनम्, आगच्छतु. मुरळीमहोदयः अपि अस्ति. नमस्ते, नमस्ते महोदय. नमस्ते, नमस्ते. सीमा भगिनी अपि आगतवती. नमस्कारः भगिनी. अस्तु, तर्हि गतवर्गे कियत्पर्यन्तम् अस्माभिः अधीतम् इति चेत् सप्तचत्वारिंशततमपुटे प्रतियोगितायाः सम्बन्ध अवच्छिन्नत्वं तुल्यन्यायात् इति पाठः तत्र स्मः वयं. तस्मात् पूर्वं कुतः अत्र आगतवन्तः इति किञ्चिदिव पुनस्मारणं करोमि. तत्र इदानीं वयं कुत्र स्मः, मूलग्रन्थे वयं कुत्र स्मः इति चेत् शब्दगुणकम् आकाशम् इति आकाशस्य निरूपणं, लक्षणं, लक्षणस्य निरूपणम् इदानीं प्रचलति. तत्र शब्दगुणकम् आकाशम् इति गुणपदम् उपात्तं, गुणपदं योजितम्. तत्र शब्दवत् आकाशम् एव आकाशस्य लक्षणं भवतु, अत्र दोषः न भवत्येव. किमर्थं तत्र गुणपदं योजितं? शब्दवत् आकाशं, शब्दः कुत्र भवितुमर्हति? केवलम् आकाशे, यथा गन्धवत्वं पृथिव्याः लक्षणं, नो चेत् गन्धवती पृथिवी, तदा शब्दवत्वम् आकाशम् इति गन्धवत्वं पृथिव्याः लक्षणम् इति, तत्र शब्दवत्वम् आकाशस्य लक्षणम् इति तावदेव वदामश्चेत् अत्र कः दोषः? अपि च इदानीं गुणपदं, गुणपदस्य योजनेन कः लाभः इति प्रश्नः उदितं. तत्र केवलं शब्दवत्वम् आकाशस्य लक्षणम् इति वदामश्चेत् तत्र दोषः नास्ति, यथा गन्धवत्वं पृथिव्याः लक्षणम् इति उक्तं. तत्र गन्धगुणकम् आकाशम् इति पदं, गन्धगुणकं पृथिवी इति न योजितं किल. तादृशं गन्धवत्वं पृथिव्याः लक्षणम् इति यथा, तथा अत्रापि शब्दवत्वम् आकाशस्य लक्षणम् इति तावदेव वदामश्चेत् अत्र दोषः न भवत्येव. महोदय. हा मुरळी महोदय. क्षम्यतां, पुटसङ्ख्या 47. इदानीं किञ्चित् उपोद्घातरूपेण किञ्चित् वदन्नस्मि. अस्तु, इति तत्र प्रश्नः आगतः, किमर्थं शब्दगुणकम् आकाशं, किमर्थं शब्दवत्वम् आकाशस्य लक्षणं तावदेव किमर्थं न उक्तं? गुणपदयोजनेन इतोपि किं लब्धम् इति प्रश्नः. तस्य निरूपणार्थं तत्र प्रथमम् उक्तम् अस्ति, तत्र मीमांसकाः तेषां मतानुसारं शब्दः इति द्रव्यम् इति ते स्वीकुर्वन्ति. नैयायिकानां मतानुसारं नवद्रव्याणि एव सन्ति, किन्तु मीमांसकानां मतानुसारं शब्दः इति गुणः इति द्रव्यम् इति तैः स्वीकृतं, मीमांसकैः स्वीकृतम् इत्यतः तेषां निराकरणार्थं गुणपदं योजितम् इति एकम् उत्तरम् उक्तम्. द्वितीय उत्तरमस्ति, तत्र शब्दः इति गुणः, गुणः अस्ति चेत् तत् स्वयमेव यत्र कुत्रापि न तिष्ठति, यस्मिन् कस्मिंश्चित् द्रव्ये एव तिष्ठति इति कृत्वा, अपि च गुणद्रव्ययोः मध्ये, गुणगुणिनोः मध्ये समवायसम्बन्धः एव भवति इति, तत्र समवायसम्बन्धः अस्ति, शब्दः समवायसम्बन्धेन आकाशे वर्तते इति बोधनार्थं गुणपदं योजितम् इति उक्तम् इति द्वितीयम् उत्तरम् उक्तं नैयायिकानां मते एव वयं भवामश्चेत् तत्र तादृश उत्तरं स्वीकरणीयः अस्माभिः। हा, इदानीं तत्र इतोपि प्रश्नः उदितमस्ति, किमर्थं सम्बन्धस्य अवच्छेदकत्वं स्वीकर्तव्यम् इति। तत्र घटः बहुषु अधिकरणेषु वर्तते, ज्ञाने, महाकाले, स्वस्मिन्, कपाले, भूतले, किन्तु घटः एकः एव भिन्नभिन्न अधिकरणेषु वर्तते इति कृत्वा, यद्यपि अधिकरणता भिन्ना सन्ति तथापि आधेयता एकमेव इति कृत्वा ज्ञाननिष्ठ अधिकरणतानिरूपित आधेयता अपि च महाकालनिष्ठ अधिकरणतानिरूपित आधेयता अनयोः आधेयतायाः मध्ये भेदः तत्र केवलं ज्ञानत्वं नो चेत् तत्र घटत्वम् इति अवच्छेदकं ज्ञानत्वम् इति नास्ति, घटत्वम् इति अवच्छेदकधर्मं स्वीकृत्य न साधयितुं शक्यते इति कृत्वा अत्र सम्बन्धस्य अवच्छेदकत्वम् अपि स्वीकृतम्। अपि च तत्र यदा सम्बन्धः स्वीकृतः अवच्छेदकत्वेन तत्र प्रतियोगिता तत्र प्रतियोगितायाः तत्र प्रतियोगितायाः सम्बन्ध अवच्छिन्नत्वम् अपि स्वीकर्तुं शक्यते। अनेन भूतले समवायेन घटः नास्ति, कपालसंयोगेन घटः नास्ति, काले विषयतासम्बन्धेन घटः नास्ति इति तादृशव्यवहारः कर्तुं शक्यते। तत्र करपत्रमपि अस्माभिः दृष्टम्, इदानीं तादृशव्यवहारेण भूतले समवायेन घटः नास्ति यदा इति वदनेन प्रयोजनं किं? भूतले घटः समवायेन यदा कदापि न भवति किल, किमर्थम् एतादृशं वक्तव्यम् इति चेत् तत्र चैत्रस्य उदाहरणं स्वीकृत्य चैत्रे धनं नास्ति किन्तु वित्तकोषे धनमस्ति, तस्य धनमस्ति इति कृत्वा इदानीं तत्र चैत्रे साक्षात् धनं नास्ति इत्यतः सः दैन्य इति वक्तुं शक्यते वा? न। किमर्थं? संयोगसम्बन्धेन चैत्रे धनं नास्ति किन्तु स्वस्वामित्वसम्बन्धेन चैत्रे धनम् अस्ति एव इति कृत्वा, यद्यपि चैत्रे साक्षात् तस्मिन् शरीरे धनं नास्ति तथापि सः दैन्यः नास्ति, धनवान् एव इति सम्बन्धं स्वीकृत्य तत्र विपरीत उदाहरणमपि अस्माभिः दृष्टं। मम धनस्यूतः चैत्रे अस्ति, इदानीं संयोगसम्बन्धेन चैत्रे धनमस्ति किन्तु तस्य स्वामी सः नास्ति इति कृत्वा, यद्यपि चैत्रः धनवान् अस्ति, कथं? मम धनस्यूतः चैत्रे अस्ति इति कृत्वा सः धनवान् एव किन्तु तद्धनं चैत्रस्य नास्ति इति कृत्वा सः यद्यपि धनवान् तथापि सः दैन्यः एव इति एतादृशव्यवहारः कर्तुं शक्यते। अतः तत्र प्रयोजनम् अस्ति एव। अतः प्रतियोगितायाः वदतु महोदय। तत्र किञ्चित् सन्देहमस्ति। हा, एकनिमिषं, तत्र प्रथमम् एतत् सर्वम् अहं वदामि, तदनन्तरं भवतः प्रश्नं पृच्छतु कृपया। इति तत्र प्रतियोगितायाः सम्बन्ध अवच्छिन्नत्वं स्वीकुर्मश्चेत् तत्र प्रयोजनं वर्तते एव इति एतावत्पर्यन्तं निरूपितम्। इदानीं तत्र वाक्यं कथं रचनीयम् इत्यस्मिन् सन्दर्भे वयं स्मः। इदानीं तत्र भूतले समवायेन घटः नास्ति इति लौकिकवाक्यमस्ति, तत् सम्पूर्णतया लौकिकवाक्यं नास्ति। भूतले घटः नास्ति इति वदामश्चेत् तत् सम्पूर्णरीत्या लौकिकवाक्यमस्ति। तत्र भूतले समवायेन घटः नास्ति इति समवायसम्बन्धः इति पदं तत्र योजितं चेत् तत्तु पारिभाषिकपदमस्ति इति कृत्वा सम्पूर्णरीत्या भूतले समवायेन घटः नास्ति इति वाक्यं लौकिकवाक्यं नास्ति, तथापि तत्र न्यायशैल्या न उक्तं कथं वा एतद्वाक्यं न्यायशैल्या वक्तव्यम् इत्यस्मिन् सन्दर्भे वयं स्मः। अस्तु, इदानीं मुरलीमहोदय भवतः प्रश्नः किम् इति पृच्छतु कृपया। तत्र स्वामिसम्बन्धं तादात्म्यसम्बन्धं मध्ये भेदमस्ति वा? आम्, तादात्म्यसम्बन्धं कुत्र भवितुमर्हति? एकघटे घटं तत्र घटस्य घटमध्ये हा घटः घटे तादात्म्येन सम्बन्धेन वर्तते इति तत्र सम्बन्धिनौ एकः एव घटः एव घटस्य घटे कीदृशसम्बन्धः इति घटयोः मध्ये घटयोः इत्युक्ते तत्र घटद्वयमिति नास्ति, घटः एकः एव घटः तत्र तत्र तादात्म्यसम्बन्धः। इदानीं स्वस्वामित्वसम्बन्धः इत्युक्ते तत्र द्रव्यद्वयं वर्तते, एकं तु चैत्रः अन्यं तु धनं, धनस्य स्वामी चैत्रः। हा, धनस्य स्वामी चैत्रः इत्युक्ते धनं कस्य इति चेत् चैत्रस्य इति वक्तव्यम् इति तत्र द्रव्यद्वयं वर्तते। किन्तु यदा तादात्म्यसम्बन्धः वदामः तत्र एकः एव द्रव्यम् इति भेदः। तस्मात् द्रव्यं द्वयोर्मध्ये सुस्वामिसम्बन्धः अस्ति चेत् केवलं घटमध्ये संयोगसम्बन्धः अस्ति। घटमध्ये इत्युक्ते संयोगसम्बन्धः अपि द्वयोः द्रव्ययोः मध्ये एव भवति किल? उत्तरं घटं घटः मध्ये भूतलम् आं सत्यं, घटभूतलयोः मध्ये संयोगसम्बन्धः वर्तते सत्यं। तत्र भूतलम् अथवा घटः एव द्रव्यं, द्वे द्रव्यम् एव? आं, द्वे अपि द्रव्ये। अत्र प्रश्नः कः? न न, स्वस्वामिसम्बन्धः अत्र अपि न संयोगसम्बन्धे, अत्र स्वामी इत्युक्ते किं, कस्य? इदानीं धनम् इति स्वीकरोतु, कस्य धनं? छात्रः। कस्य धनम् इति चेत् चैत्रस्य धनम्। इदानीं घटः भूतले वर्तते इत्यस्मिन् सन्दर्भे घटः भूतलस्य वा, तस्य स्वामी, घटस्य स्वामी कः? घटस्य स्वामी कस्य घटः इत्युक्ते घटस्य स्वामी चैत्रः भवितुमर्हति, चैत्रस्य घटः भूतले वर्तते इति चिन्तयतु। आं महोदय, हा, चैत्रस्य घटः भूतले वर्तते इत्यस्मिन् सन्दर्भे घटभूतलयोः मध्ये संयोगसम्बन्धः वर्तते, चैत्रघटयोः मध्ये स्वामित्वसम्बन्धः, स्वामी अपि च भृत्य इति, भृत्य इति न वक्तुं शक्यते अत्र, स्वामी इत्यस्य अन्यत् पदं किम् इति इदानीं मम मनसि न आगतम्। अवगन्तुं शक्यते महोदय, स्वस्वामिसम्बन्धः चैत्रस्य धनं वित्तकोषस्य धनं। आमाम् आम्, धन्यवादः। अस्तु, स्वामी इत्युक्ते यजमानः, तत्र धनस्य किं वक्तव्यम् इति मम प्रश्नः आसीत् भगिनि। चैत्रः स्वामी भवति चेत् धनं किं भवति इति? वित्तं, वित्तं न न, इदानीं स्वामी इति वदामः किल, चैत्रः स्वामी, धनं किं भवति? धनम् इत्युक्ते वित्तम् इति वयं जानीमः, किन्तु तत्र सम्बन्धः वक्तव्यः चेत् यथा धनस्य स्वामी सेवकः इति, धनस्य विषये सेवकः इति न वक्तुं शक्यते, तत्र भृत्य इति मया चिन्तितं, किन्तु सेवकः इति न वक्तुं शक्यते किल, धनं तु सेवकः नास्ति। यत्किमपि भवतु, तत्र अनन्तरं दृष्ट्वा वदामि। हा, इदानीं महोदय, न जानामि समीचीनं वा, अत्र घटः घटे वर्तते तादात्म्यसम्बन्धेन घट इति घटरूप वा घटरूप वा अथवा स्वरूपसम्बन्धे तत् डिफ्रेण्ट् तत् अन्यभिन्नम् अस्ति तद्भिन्नं वा हा इदानीं तदपि तस्मिन् विषये अपि किञ्चिदिव अस्माभिः पुनस्मारणं कर्तव्यं तत्र अभावः स्वरूपसम्बन्धः कुत्र भवति इदानीं सर्वे इदानीमेव तत् तस्मिन् विषये किञ्चिदिव पश्यामः किमर्थमित्युक्ते अग्रे एतत् सर्वम् आयास्यति इत्यतः अहं पृष्ठसङ्ख्या वदामि हा इदानीं सर्वे नवविंशतिः 29 तत्र गच्छतु तत्र उपरि एकं चित्रमस्ति चित्रस्य संख्या अस्ति 38 तत्र पश्यन्तु घट अभावः भूतले वर्तते इदानीं सामान्यवाक्यमस्ति भूतले घटं नास्ति इति लौकिकवाक्यमस्ति भूतले घटं नास्ति नैयायिकाः किं कृतवन्तः अभावः इति भिन्नपदार्थं सप्तपदार्थेषु द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः इति तैः स्वीकृतम् अभावः इति भिन्नपदार्थः यथा घटः घटः इति द्रव्यं तद्भिन्नपदार्थत्वेन स्वीकृतं तादृशम् अभावः अपि भिन्नपदार्थः इति अतः नैयायिकाः भूतले घटं नास्ति इति प्रयोगः यदा कदापि न क्रियते ते अस्ति अस्ति इति एव वदन्ति इदानीं भूतले घटः नास्ति इति चेत् नैयायिकानां मतानुसारं किं वक्तव्यं भूतले घटाभावः अस्ति इति वक्तव्यं भूतले घटाभावः अस्ति ते नास्ति इति यदा कदापि न वदन्ति सर्वदा अस्ति अस्ति इति एव वदन्ति घटः भूतले अस्ति घटः घटः भूतले अस्ति घट अभावः भूतले अस्ति इति एव ते वदन्ति घटः भूतले नास्ति इति न वदन्ति इदानीं घट अभावः भूतले अस्ति चेत् घट अभावः इति एकः पदार्थः भूतलम् इति द्रव्यरूपपदार्थः अनयोः पदार्थयोः मध्ये कः सम्बन्धः भवितुमर्हति इति चेत् स्वरूपसम्बन्धः घटाभावः अपि च भूतलम् अनयोः मध्ये स्वरूपसम्बन्धः भवति इति नैयायिकानां मतम् अपि च प्रतियोगिता कुत्र वर्तते इदानीं घटाभावः इति स्वीकुर्मः घटाभावः अनुयोगी घटाभावस्य प्रतियोगी कः भवति घटः घट घटे प्रतियोगिता इति धर्मः वर्तते घटे प्रतियोगिता अस्ति चेत् प्रतियोगिता इति धर्मः अपि च घटः अनयोः मध्ये कः सम्बन्धः प्रतियोगिता केन सम्बन्धेन घटे वर्तते इति चेत् स्वरूपसम्बन्धेन वर्तते इति वक्तव्यम् अपि च इदानीं पश्यतु घटत्वं तत्र अवच्छेदकता अवच्छेद्यता इति अस्मिन्नेव पाठे अस्माभिः अधीतम् इदानीम् अवच्छेदकता इति धर्मः अस्ति अवच्छेदकता कुत्र वर्तते घटत्वे वर्तते केन सम्बन्धेन स्वरूपसम्बन्धेन इति तैः स्वीकृतम् अत्र एव सरला भगिन्या अस्माभिः स्मारितं तत्र अनियोगिता यथा प्रतियोगिता घटे स्वरूपसम्बन्धेन वर्तते तथा अनुयोगिता रघुपतिमहोदय वदतु इदानीम् अनियोगिता कुत्र भवति अनियोगिता घटाभावे घटत्वाभावे वर्तते घटत्वाभावे नो चेत् अभावे इति वक्तुं शक्यते तत्र इदानीं घटमिति त्यजामः अनियोगिता सर्वदा अभावे भवति अभावे अभावे भवति इदानीम् अनियोगिता इति धर्मः अभावः इति पदार्थः अनयोः मध्ये कः सम्बन्धः भवति तदपि स्वरूपसम्बन्धः स्वरूपसम्बन्धः इति स्थलचतुष्टये तत्र स्वरूपसम्बन्धः भवति घटत्वाभावः अपि भूतलम् अनयोः मध्ये स्वरूपसम्बन्धः पिता अपि च घटः अनयोः मध्ये स्वरूपसम्बन्धः अवच्छेदकता अपि च घटत्वम् अनयोः मध्ये स्वरूपसम्बन्धः पुनः अनियोगिता अपि च अभावः अनयोः मध्ये स्वरूपसम्बन्धः इति तत्र स्वरूपसम्बन्धः तत्रैव स्वीकृतम्। इदानीं तादात्म्यसम्बन्धविषये किञ्चिदिव पुनस्मारणं करोमि। तत्र तादात्म्यसम्बन्धः किमर्थम् इदानीं तत्र तादात्म्यसम्बन्धः कुत्र वर्तते? घटः घटे एव, इदानीं घटत्वम् इति नास्ति, साक्षात् घटः एकमेव द्रव्यम्, एकः एव पदार्थः, तत्र घटः घटे तादात्म्यसम्बन्धेन वर्तते इति नैयायिकाः वदन्ति। किमर्थं तत्र तादात्म्यसम्बन्धम् इति वक्तव्यं? किमर्थं तत्र पदार्थः एकमेव? सामान्यरीत्या सम्बन्धिनौ द्वौ भवतः, तत्र सम्बन्धिद्वयं वर्तते चेदेव अनयोः मध्ये कः सम्बन्धः इति प्रष्टुं शक्यते। किन्तु नैयायिकाः किं वदन्ति? एकमेव पदार्थः घटः इति एकमेव द्रव्यं, तदेव द्रव्यं स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते, घटः घटे तादात्म्येन सम्बन्धेन वर्तते इति नैयायिकैः उक्तं। किमर्थम् इति कोऽपि कस्यापि स्मरणे अस्ति वा? किमर्थं तेन तत्र तादात्म्यसम्बन्धः स्वीकृतः इति? कारणस्य व्याख्या अस्ति, यत् कारणमस्ति तत् कार्यस्य पूर्वं भवितुम् अर्हति, एवं च अवश्यं भवितुम् अर्हति। अतः यदि कपालः स्वीकुर्मश्चेत् कपालः घटस्य कारणमस्ति, सः कपालः घटस्य पूर्वं भवितुम् अर्हति। किन्तु समीचीनं समीचीनं, तदेव उत्तरं, वदतु अग्रे वदतु। समीचीनं, किन्तु कपालः केन सम्बन्धेन? पूर्वम् अस्ति वर्तते इति प्रश्ने सति कपालः तादात्म्यसम्बन्धेन अस्ति, तद् मम स्मरणमस्ति, किन्तु सम्यक्तया उक्तवती न वा न जानामि। समीचीनं समीचीनं, आम्, यत् तत्र भवती अवगतवती एव, किन्तु इतोपि अहम् अन्य कोऽपि वक्तुम् इच्छति वा? क्षम्यतां, न श्रुतवती, पुनः वदतु महोदय। न न, अन्य कोऽपि, यद् सीमा भगिन्या यदुक्तं तत् सत्यमेव, इतोपि अन्यः कोऽपि वक्तुम् इच्छति वा इति मया पृष्टम्। अन्य कोऽपि? अस्तु, यत् यत् महोदय, वदतु महोदय। प्रश्नं पुनर् वदतु तत्र। हा, प्रश्नः एतदेव, किमर्थं घटः घटे तादात्म्यसम्बन्धेन वर्तते इति नैयायिकैः उक्तम् इति प्रश्नः। तत्र पदार्थः एकमेव घटः, सम्बन्धः तु द्वयोः मध्ये एव भवति। यत्र द्रव्यद्वयम् अस्ति, नो चेत् पदार्थद्वयमस्ति, अनयोः मध्ये कः सम्बन्धः इति प्रष्टुं शक्यते। इदानीम् एकः एव घटः, घटः घटे तादात्म्येन सम्बन्धेन वर्तते इति किमर्थं नैयायिकाः वदन्ति इति प्रश्नः। निरूपणार्थं निरूपणार्थं निरूपितः तत्र तादात्म्यसम्बन्धनिरूपणार्थम् अन्योन्यभावनिरूपणम्। अन्योन्यभावनिरूपणम् इत्युक्ते स्वस्मिन् एव वर्तते इति तत्र निरूपणार्थं किमर्थं तद् एव प्रश्नः, किन्तु किमर्थं स्वस्मिन् वर्तते इति वक्तव्यम्? तत्र अभेदः न न न न न अस्तु, अहं किञ्चिदिव वदामि तत्र, यत् सीमा भगिन्या उक्तं तत् सत्यं। भेदः अभेदः अस्ति खलु जि, भेदः अभेदः अस्ति खलु। न न अत्र अत्र भेदस्य विषये किमपि नास्ति भगिनि, अत्र भेदस्य विषये किमपि नास्ति। कारणकार्यमस्ति वा, पृच्छति वा वदति वा? पृच्छामि एव, एतत् विषयं पृच्छति वा वदति वा, एतत् स्वरूपमहोदयस्य ट्रेड् मार्क्। आम्, अतः मया तदपि स्वीकृतः। तस्य वर्गे एतत् सम्यक् चलति, पृच्छति वा वदति वा एतत्। आम् आम् अस्तु जि, एतत् कारणकार्यम् अस्ति वा तत्र तादात्म्यसम्बन्धेन? न तत्र वदतु, कार्यकारणम् अस्ति चेत् साधयतु, तत्र किमर्थं तादात्म्यसम्बन्धः स्वीकरणीयः, तस्य आवश्यकता का? स्वरूप अनन्तरं संयोगसम्बन्धः अस्ति वा, एतत् विषयं निरूपणार्थं क्रियाक्रियावत्योः गुणगुणिनोः जातिव्यक्त्योः अनन्तरम् अपादानकार्ये एतत् सर्वं तत्र अहं लिखितवती, अतः एव अयं अहं पृच्छामि एतत् विषये वा कारणकार्ये निरूपिता वा एतस्मिन् एव वर्तते इति सम्यक् मया लिखितं तत्र। तत्र किमर्थं तत्र तर्कः कः इति वक्तव्यं, भवत्याः अवगमनम् अस्ति चेत् तर्कः कः, किमर्थं तादात्म्यसम्बन्धः स्वीकृतः? अस्तु, भवती चिन्तयतु भगिनी, किञ्चित् शृणोतु, अन्य कोऽपि उक्तवान् वा, श्रीरामः नो चेत् भानुचैतन्यमहोदय इति? महोदय, एतद् अहं न जानामि, यतोपि अहं प्रयत्नं करोमि। द्रव्यं द्रव्ये अस्ति इति वदन्ति, तदा घटः एकः द्रव्यः, केवलं घटः एव अस्ति चेत् तदा घटः घटे वर्तते इति स्वीकरणीय। किमर्थं द्रव्यं द्रव्ये अस्ति इति कारणेन स्वीकर्तुं शक्यते? द्रव्यं द्रव्ये अस्ति इत्युक्ते तत्र घटः भूतले अस्ति, घटः इति द्रव्यं, भूतलम् इति अपि द्रव्यं, घटः भूतले तादात्म्यसम्बन्धेन न वर्तते, संयोगसम्बन्धेनैव वर्तते किल, द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवितुमर्हति। किन्तु यदा घटं नो चेत् कपालः इति स्वीकुर्मः, तत्र कपालः कपाले तादात्म्यसम्बन्धेन स्वस्मिन् वर्तते। अस्तु, अहमेव किञ्चिदिव वदामि, शृणोतु सर्वे, तत् एतत् सर्वं भवतः कपाले तादात्म्यसम्बन्धेन घटस्य निरूपणार्थं तादात्म्यसम्बन्धम् अस्ति तत्र। न न, इदानीं कः कस्मिन् तादात्म्यसम्बन्धेन वर्तते वदतु। तत्र तादात्म्यं स्वीकारे कपालस्य घटकारणत्वसम्बन्धः अस्ति, कारणं कपालः नास्ति, घटः अपि नास्ति, अतः न न, इदानीं भगिनी भवती किं करोतु, मम प्रश्नस्य उत्तरमेव दास्यतु, तत्र बहिः गच्छति चेत् सर्वेषां भ्रमः भवति, कः कस्मिन् तादात्म्यसम्बन्धेन वर्तते। इदानीं घटस्य निर्माणं प्रचलन् अस्ति, तस्मिन् सन्दर्भे कः कस्मिन् तादात्म्येन सम्बन्धेन अस्ति इति नैयायिकैः स्वीकृतम्? महोदय, यत्र आदेयेन अधिकरणता एकमेव घटः तत्र तादात्म्यसम्बन्धं वर्तते न न अधिक अधिकरणता आधेयता एकं यदा कदापि न भवति तादृशं भवति वा आम् घटे घटम् अस्ति चेत् घटम् आधेयता घट घट एव अधिकरणता तद्भवतु इदानीम् आधेयता अपि च अधिकरणता द्वयमपि एकम् इति यदा कदापि न भवति घटः घटे वर्तते इति वदामश्चेत् घटः आधेयः घटः आधारः आधेयभूतघटे आधेयता अस्ति आधारभूतघटे आधारता अस्ति तद् इदानीं तत्र मम प्रश्न इदानीं तत्र अहमेव किञ्चित् वदामि मुरळीमहोदय शृणोतु अत्र पश्यन्तु सर्वे कार्यनिरूपणसमये तत्र निकषाः दृष्टाः अयम् इदम् अस्य कारणम् इति वक्तुं त्रयः निकषाः अस्माभिः अधीतं तत्र त्रिंशत् तमपुटे पेज् 30 तत्र गच्छन्तु सर्वे तत्र पश्यन्तु तथा च किञ्चन कस्यचित् कारणम् इति निर्धारयितुं तेन कार्याधिकरणे स्थातव्यम् तेन इत्युक्ते कारणेन कार्याधिकरणे स्थातव्यं तेन कार्याधिकरणे सर्वदा स्थातव्यं तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति इदानीं कार्याधिकरणम् इति किमपि अस्ति इदानीं घटस्य निर्माणम् इति स्वीकुर्मश्चेत् कपालः एव कार्याधिकरणम् कपालः कार्याधिकरणम् अस्ति इदानीं तत्र दण्डः वा चक्रं वा इति बहवः बहूनि कारणानि अस्माभिः स्वीकृतं किमर्थं स्वीकृतम् इति चेत् तत्र कार्याधिकरणे दण्डः अस्ति कार्याधिकरणे चक्रमस्ति अपि च इदानीं सर्वदा अस्ति तत्र कार्याधिकरणे दण्डः अस्ति एव सर्वदा अपि च कार्योत्पत्तेः पूर्वक्षणे अपि अस्ति अतः दण्डस्य कारणत्वं स्वीकृतं घटं प्रति चक्रस्यापि कारणत्वं स्वीकृतं घटं प्रति इदानीं समस्या किम् अस्ति इति चेत् इदानीं कार्याधिकरणं किं कपालः कपालः तु कार्य अधिकरणम् अस्ति इदानीं कपालः कार्याधिकरणे अस्ति वा इति प्रश्नः उदेति कपालः कपालद्वयसंयोगेन एव घटः उत्पद्यते इति वयं जानीमः तत्र कपालद्वयसंयोगेन घटः यद्घटः जायते इदानीं तत्र कपालः कारणमस्ति इति वयं जानीमः किन्तु तत् निरूपणीयं कपालः कार्याधिकरणे वर्तते कार्याधिकरणे नास्ति चेत् तत्र कारणत्वं न स्वीकर्तुं शक्यते अत्र निकषः उक्तः किल कार्याधिकरणे स्थातव्यम् कार्याधिकरणे सर्वदा स्थातव्यं कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति इदानीं कार्याधिकरणं भिन्नं कपालः भिन्नः इति स्वीकृत्य नैयायिकाः एतत् प्रश्नं कुर्वन्ति कपालः कार्याधिकरणे भवेत् इति वक्तव्यम् कपालः कार्याधिकरणे नास्ति चेत् कपालस्य कारणत्वं न स्वीकर्तुं शक्यते इति तत्र क्लेशः अस्ति तत् कथं निवारितम् इति चेत् इदानीं कपालः कार्याधिकरणे वर्तते इति वक्तव्यम् इदानीं कपालः कार्याधिकरणे वर्तते इति चेत् केन सम्बन्धेन वर्तते इति अपि वक्तव्यं भवति घटः भूतले वर्तते इति वयं वदामश्चेत् इति अस्माभिः वयं वदामश्चेत् तत्र केन सम्बन्धेन? संयोगसम्बन्धेन. घटः कपाले वर्तते इति चेत् समवायसम्बन्धेन. घटः महाकाले वर्तते कालिकासम्बन्धेन. घटः ज्ञाने वर्तते विषयितासम्बन्धेन इति तादृश तत्र बहवः सम्बन्धाः अस्माभिः स्वीकृताः. किन्तु कपालः कार्याधिकरणे वर्तते. इदानीं कार्याधिकरणं किं? कपालः एव. कारणं किं? कपालः एव. किन्तु कपालः कार्याधिकरणे वर्तते इति वक्तव्यमस्ति. नो चेत् तत्र निकषायां पूर्णं न भवति. इत्यतः तत्र कपालः कार्याधिकरणे वर्तते इति वक्तव्यं. केन सम्बन्धेन इति पृष्टे सति तत्र कपालः कपाले संयोगसम्बन्धेन न भवितुमर्हति. भिन्नद्रव्ययोः मध्ये एव यथा घटः भूतलं घटभूतलयोः मध्ये संयोगसम्बन्धः भवितुमर्हति. पुस्तक उत्पीठिकाया उत्पीठिकयोः मध्ये संयोगसम्बन्धः भवितुमर्हति. कपालकपालयोः मध्ये तत्र एकं भिन्नकपालमस्ति, द्वितीयमपि भिन्नकपालमस्ति. भिन्नभिन्नकपालयोः मध्ये संयोगसम्बन्धः भवितुमर्हति. किन्तु एकमेव कपाले, इदानीं एकमेव कपालः, एकः एव कपालः अस्ति, तस्य कार्य अधिकरणत्वं स्वीकृतं, कपालत्वम् अपि स्वीकृतम् इति कृत्वा एकः एव कपालः तस्मिन् स्वस्मिन् केन सम्बन्धेन वर्तते इति पृष्टे सति तत्र समवायसम्बन्धः न वक्तुं शक्यते, संयोगसम्बन्धः अपि न वक्तुं शक्यते, स्वरूपसम्बन्धः अपि न वक्तुं शक्यते, कालिकासम्बन्धः न वक्तुं शक्यते, विषयितासम्बन्धः विशेषविषयितासम्बन्धः न वक्तुं शक्यते, दैशिक तत् दैशिकसम्बन्धः इत्युक्ते स्वरूपसम्बन्धः, दैशिकसम्बन्धः एव स्वरूपसम्बन्धः इति तत्. इदानीं यानि ये सम्बन्धाः अस्माभिः अधीताः तत्सर्वम् अत्र न स्वीकर्तुं शक्यते इत्यतः तत्र तादात्म्यसम्बन्धः इति नूतनसम्बन्धः नैयायिकैः स्वीकृतम्. अतः ते वदन्ति प्रत्येकं पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते. किमर्थम् एतादृशं ते स्वीकृतम् इति चेत् तत्र खाद्याधिकरणे अस्ति इति साधनार्थम् एतादृशं तैः एतादृशं स्वीकृतम् अस्ति इति एतदेव अस्य उत्तरमस्ति. सर्वे अवगतवन्तः वा? विजया भगिनी अवगतवती वा? धन्यवादः सीमा भगिनी. विजया भगिनी अवगतवती वा? कस्य कः तस्मिन् एतत् अनन्तरं वदतु जि कस्य कः तस्मिन् एतत्. हा इदानीं कपालस्य इति कस्य इत्युक्ते इदानीं कस्य तादात्म्यसम्बन्धं स्वीकृतं, कपालस्य तादात्म्यसम्बन्धं स्वीकृतं. कः कस्मिन् वर्तते? कपालः कपाले वर्तते. केन सम्बन्धेन? तादात्म्यसम्बन्धेन. एवमेव प्रत्येकं द्रव्यं घटः घटे तादात्म्यसम्बन्धेन वर्तते, पटः पटे तादात्म्यसम्बन्धेन वर्तते इति सर्वमपि स्वस्मिन् तादात्म्येन सम्बन्धेन वर्तते इति नैयायिकैः स्वीकृतं. किमर्थं स्वीकृतम् इति चेत् तत्र कार्याधिकरणं यत्र यत्र एकः एव वस्तु कार्याधिकरणम् अपि अस्ति अपि च कारणमपि अस्ति तत्र तादात्म्यसम्बन्धः वक्तव्यः भवति. भानुचैतन्यमहोदय अवगतवान् वा? आम् महोदय एकवारं तादात्म्य स्वस्मिन् सम्बन्धः तादात्म्य इति अवगतं, स्वरूपम् एकवारं वदतु मा, स्वरूपसम्बन्ध स्वरूपम् इत्युक्ते किं? न तत्र स्वरूपम् इति संज्ञा एव, तत्र स्वरूपम् इति तस्य अर्थः कः इति इदानीं न चिन्तयतु. स्वरूपसम्बन्धः इत्युक्ते किम् इति चेत् एकविध दैशिकसम्बन्धः, दैशिक इत्युक्ते देशं स्वीकृत्य, यथा प्रत्येकं द्रव्यं महाकाले कालिकासम्बन्धेन वर्तते. तदा इदानीं तत्र स्वरूपसम्बन्धः इति एकविधदैशिकसम्बन्धः, देशः तत्र देशः उक्तः अस्ति. घट अभावः भूतले दैशिकविशेषणतासम्बन्धेन नो चेत् स्वरूपसम्बन्धेन वर्तते. तत्र किञ्चित् वदामि. इदानीं तत्र घटः भूतले वर्तते इति चिन्तयतु. कोऽपि आगत्य घटं स्वीकृत्य अपगतम् इति चिन्तयतु. भवान् न दृष्टवान्, अन्य कोऽपि आगत्य घटं स्वीकृत्य गतवान्. इदानीं भवान् पुनः तत्रैव पश्यति, घटः नास्ति तत्र. इदानीं भवान् किं वदति? अत्रैव आसीत् घटः, अत्रैव आसीत् घटः किन्तु तत्र इदानीं नास्ति इति. तत्र देशः तत्र सा म्यूट् मध्ये नासीत्. अस्तु, यः घटः इदानीमेव अस्मिन् भूतले आसीत् तद् अत्रैव नासीत् इति अहं वदामि किल. अत्रैव इत्युक्ते कुत्र? आं महोदय, एकस्मिन् देशे. भूतलं तत्र सर्वत्र वर्तते, किन्तु एकस्मिन् स्थाने न आसीत् इति अहं वदामि किल, तदेव दैशिकविशेषणता. देशः किन्तु विशिष्टदेशः, विशिष्टदेशे घटः नास्ति, नो चेत् विशिष्टदेशे घट अभावः अस्ति इति अहं वदामि. इति तादृशसम्बन्धः एव दैशिकविशेषणतासम्बन्धः. तस्य भिन्नसंज्ञा अस्ति स्वरूपसम्बन्धः इति. स्वरूपसम्बन्धः इत्युक्ते किं? दैशिकविशेषणतासम्बन्धः एव महोदय. हा, एवमेव तत्र प्रतियोगिता घटे स्वरूपसम्बन्धेन वर्तते इति. तत्र घटस्य स्वरूपमेव प्रतियोगी भवति किल, घटस्य स्वरूपमेव प्रतियोगी भवति, घट अभावस्य प्रतियोगी भवति इति कृत्वा तत्र स्वरूपसम्बन्धः स्वीकृतः. अपि च घटत्वम् इति, घटत्वम् अवच्छेदकता अपि च घटत्वम्, अनयोः मध्ये स्वरूपसम्बन्धः स्वीकृतः. घटत्वम् इति घटस्य स्वरूपमेव, तदेव अवच्छेदकधर्मत्वेन स्वीकृतम् इति. तत्र सर्वत्र स्वरूपसम्बन्धः स्वीकृतः अस्ति, किन्तु तादृशस्वरूपसम्बन्धः इदानीम् अत्र तादात्म्यसम्बन्धः यत्र उक्तः अस्ति तत्र स्वरूपसम्बन्धः न स्वीकर्तुं शक्यते. किमर्थम् इत्युक्ते एकस्मिन् पार्श्वे अधिकरणमस्ति, कार्य अधिकरणमस्ति, अन्यस्मिन् पार्श्वे द्रव्यमस्ति, कपालः इति द्रव्यमस्ति. कपालः कार्याधिकरणे केन सम्बन्धेन भवति इति पृष्टे सति तत्र तादात्यसम्बन्धः वक्तव्यः अस्ति. अस्तु, इदानीं तत्र अग्रे सर्तुं शक्यते. तत्र वदतु भगिनि. यत्र अभावस्य निरूपणम् अस्ति तत्र अभावस्य किञ्चित् भेदः मम मनसि अस्ति, किन्तु तस्य निरूपणं भिन्नम् अस्ति न वा न जानामि, अतः पृच्छामि. संयोगसम्बन्धेन घटः भूतले कदापि भवितुं न अर्हति, किन्तु संयोगसम्बन्धेन कदाचित् भवति कदाचित् न भवति वा, अतः तयोः अभावयोः मध्ये भेदः अस्ति किन्तु तस्य निरूपणं भिन्नं नास्ति इति मम भाति इदानीं तत् सत्यं न वा? इदानीं भवत्याः प्रश्नः समीचीनतया मया अवगतं वा इति बोधनार्थम् अहं पुनः वदामि. इदानीं तत्र घटः भूतले अस्ति इति एकः सन्दर्भः, घटः भूतले संयोगसम्बन्धेन अस्ति. घटः भूतले नास्ति इति भिन्नः सन्दर्भः. इदानीं घटः भूतले नास्ति इत्यत्र संयोगे सम्बन्धेन नास्ति इति अपि वक्तुं शक्यते, समवायसम्बन्धेनापि नास्ति इति वक्तुं शक्यते. तत्र वाक्यद्वयमपि सत्यम्. इदानीं तत्र घटः संयोगसम्बन्धेन घटाभावः, तत्र घटाभावः इति स्वीकुर्मः, घटाभावः संयोगसम्बन्धेन भूतले नास्ति इति एकः सन्दर्भः, घटाभावः संयोगसम्बन्धेन समवायसम्बन्धेन भूतले नास्ति इति द्वितीय सन्दर्भः अवसरः इति. इदानीं तत्र अभावद्वयं वर्तते, अनयोः मध्ये भेदः कथं वा वक्तव्यम् इति चेत् इति भवत्याः प्रश्नः वा? आम् आम्, समवायसम्बन्धेन यदा कदापि भवितुं न अर्हति घटः, अतः सः अभावः किं वक्तव्यं भवति एव, किन्तु संयोगसम्बन्धेन घटः कदाचित् भवितुम् अर्हति, अतः तस्य अभावः किञ्चित् भिन्नम् अस्ति इति. सत्यं सत्यं सत्यं. इदानीं भवत्याः प्रश्नः मया अवगतं, यद्भवत्या अवगतं तत् समीचीनमेव. संयोगसम्बन्धे समवायसम्बन्धेन घटः भूतले त्रिषु कालेषु यदा कदापि न भवति, किन्तु संयोगसम्बन्धेन घटाभावः तत्र यथा घटः भूतले नास्ति तदा एव भवति. यदा घटः भूतले आगच्छति तदा घटाभावस्य नाशः भवति. हा, इति कृत्वा सर्वदा त्रिषु कालेषु संयोगसम्बन्धेन घटाभावः भूतले यदा कदापि न भवितुमर्हति इति न वक्तुं शक्यते इति अनयोः मध्ये भेदः अस्ति एव. सत्यं, यदि इदानीं तत्र यत् भवत्या अवगतं तत् समीचीनमेव. अस्तु, किन्तु तस्य अभावस्य तयोः अभावयोः नामकरणं भिन्नं नास्ति. घटः भूतले नास्ति तदपि अत्यन्त अभावः अस्ति, संयोगसम्बन्धेन समवायसम्बन्धेन घटः भूतले नास्ति तदपि अत्यन्त अभावः अस्ति. आम्, द्वयमपि अत्यन्त अभावः एव, भिन्न अधिक तत्र. इदानीं तदपि चिन्तनीयं, समीचीनप्रश्नः एव. इदानीं चातुर्विध्यं स्वीकृतं नैयायिकैः अभावस्य, प्रागभावः, प्रध्वंसभावः, अन्योन्याभावः, अत्यन्त अभावः इति. इदानीं तत्र यत् यद्यपि यद्भवत्या उक्तं तत् समीचीनमेव, घटः समवायसम्बन्धेन वर्त घटाभावः समवायसम्बन्धेन भूतले अस्ति, घटाभावः संयोगसम्बन्धेन भूतले अस्ति इति अभावद्वयोः मध्ये भेदः अस्ति. कीदृशभेदः? समवायसम्बन्धेन घटाभावः सर्वदा भूतले भवति, किन्तु संयोगसम्बन्धेन घटाभावः किञ्चित् कालमेव भवति. यदा घटः आगच्छति तत्र तदा निर्गच्छति इति तादृशभेदः अस्ति. किं तथापि तत्र तादृशभेदः अस्ति इति पृष्टे सति तादृशभेदः अस्ति इति वयं स्वीकुर्मः, वयम् अङ्गीकुर्मः, किन्तु तत्र पञ्चमविध तत्र इतोपि एकविध अभावः अस्ति इति स्वीकर्तव्यं नास्ति, अनेन प्रयोजनं नास्ति. यद्भवत्या उक्तं तत् सत्यमेव, किन्तु तस्मात् इतोपि एकम् अधिकं विभजनम् अस्माभिः स्वीकर्तव्यम् इति चेत् तत्र प्रयोजनं नास्ति इति कृत्वा. किन्तु अत्यन्त अभावः अन्योन्य अभावयोः मध्ये भेदः बहु किमपि अस्ति, अपि च प्रागभावः प्रध्वंसभावः अनयोः मध्ये भेदः बहु किमपि अस्ति इति कृत्वा तत्र चातुर्विध्यं भेदस्य चातुर्विध्यं स्वीकृतं विभजनस्य, किन्तु अत्र प्रयोजनं नास्ति वस्तुतः. एतदपि अहं वदामि, यद्यपि अत्र भूतले समवायेन घटः नास्ति इत्युक्ते घटाभावः समवायसम्बन्धेन भूतले सर्वदा भवति इति वदामश्चेद् अपि वाक्यं सत्यमेव अपि अस्य वाक्यस्य प्रयोजनं किमपि नास्ति. तत्र निरूपितं चैत्रः धनवान् इत्यस्मिन् सन्दर्भे तत्र प्रयोजनं तत्र स्वस्वामित्वसम्बन्धः भवितुमर्हति इति कृत्वा संयोगसम्बन्धेन यद्यपि धनं चैत्रे नास्ति तथापि स्वस्वामित्वसम्बन्धेन चैत्रे धनम् अस्ति एव इति कृत्वा तत्र प्रयोजनमस्ति. किन्तु तादृशप्रयोजनम् अत्र भूतले समवायेन घटः नास्ति इति वदनेन यस्मिन् कस्मिंश्चित् काले अपि अस्य प्रयोजनं न वक्तुं शक्यते, किन्तु वाक्यं सत्यमेव इति तत्र प्रतियोगितायाः सम्बन्ध अवच्छिन्नत्वम् अस्ति इति बोधनार्थम् एतत् सर्वम् उक्तं तावदेव. अस्तु, एकः अन्यः प्रश्नः अस्ति महोदय. हा वदतु भगिनि. अष्टचतुर्विंशति पृष्ठे एकं चित्रं द्रष्टम् अस्माभिः गतवर्गे. तस्मिन् चित्रे स्वरूपसम्बन्धावच्छिन्न आधेयत अभावनिष्ठस्वरूपसम्बन्धावच्छिन्न आधेयत निरूपित अधिकरणता श्रयः भूतलम् इति द्रष्टम् अस्माभिः. तत्र तत्र तत् लघुना उपायेन अत्र उक्तमस्ति, तदपि वयं दीर्घ उपायेन वक्तुं शक्नुमः स्वरूपसम्बन्धनिष्ठसंसर्गावच्छेदकतानिरूपित आधेयतानिष्ठ तद् सर्वं वयं वक्तुं शक्नुमः. सत्यं, तत्र अवच्छिन्न इति पदस्य स्थाने तत्र स्वरूपसम्बन्धनिष्ठसांसर्गिक अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता निरूपित अधिकरणतावत् भूतलम् इति वक्तुं शक्यते. अस्तु अस्तु अस्तु, धन्यवादः. हा इदानीं तस्मिन्नेव विषये किञ्चिदिव अभ्यासं कुर्मः इति मया चिन्तितं, भवत्याः अपि पृष्टम्, इदानीं तत्र अग्रे पठेम, तदनन्तरम् एतत् सर्वम् अत्र अद्य एव भवामः. तत्र इतोपि पुनः पुनः अभ्यासं कुर्मश्चेत् दीर्घवाक्यं लघुवाक्यं तत्र एकमेव वाक्यं तत्र बहु दीर्घम् अपि च बहु लघु इति तत्र क्षम्यताम् एकनिमिषम्. तत्र मार्गचतुष्टयम् अस्ति, बहुदीर्घम् आरभ्य बहु लघु इति मार्गचतुष्टयम् अस्ति, तस्मिन् विषये इति अद्यैव किञ्चिदिव पश्यामः. इदानीं भानुचैतन्यमहोदय, भवान् पठितुम् इच्छति वा तत्र इह अपि इति? पुटसङ्ख्या अस्ति 47. तत्र अन्तिमपरिच्छेदस्य पूर्वपरिच्छेदः इह अपि अभावसि. महोदय एकवारं 47. इहापि महोदय इहापि अभावस्य इहापि अभावस्य वृत्तित्वं स्वरूपेण इति प्राक् निर्णीतम्, अतः पूर्वोक्त तादृशाभावनिष्ठस्वरूपसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणत्वा अधिकरणतावत् भूतलम् इति समवायेन भूतले घटो नास्ति. महोदय इह अपि अभावस्य वृत्तित्वम् इति वर्तते आम् आधेयता तत्र आदेयः इति वृत्तित्वम् इत्युक्ते आदेयः तत्र वर्तते इति सत्यं विद्यमानत्वं स्वरूपेण इति प्राक् निर्मितम् अत्र इह इह इति शब्देन किं बोधितम् इह पूर्वोक्त पूर्वं किम् उक्तं तत्र पुनस्मारणार्थम् अहं पृच्छामि क्षम्यताम् अत्र पूर्वस्मिन् परिच्छेदस्य अन्तिमवाक्यमस्ति किल अभावः घटाभावः भूतले समवायेन घटः नास्ति समवायेन भूतले समवायेन घटः नास्ति इति सन्दर्भः अस्ति तदेव इह इति इत्यनेन सूचितम् समवायेन घटः कदापि नास्ति आं महोदय हा इह अपि अभावस्य वदतु वृत्तित्वं हा स्वरूपेण इति प्राक् निर्णीतं प्राक् इति इदानीमेव अस्माभिः तत्र दृष्टं किल पृष्ठसङ्ख्या 30 तमपुटे अभावः स्वरूपसम्बन्धेन भूतले वर्तते इति अस्माभिः दृष्टं किल इदानीमेव महोदय तदेव तत्र अत्र उक्तं प्राक् निर्णीतम् इति पूर्वमेव पठितम् इति अतः पूर्वोक्त तादृश अभावनिष्ठस्वरूपसम्बन्ध अवच्छिन्न आधेयतानिरूपित अधिकरणतावत् भूतलम् इति समवायेन भूतले घटो नास्ति इत्यस्य अर्थः समवायेन घटः भूतले नास्ति इति तत् एतत् वाक्यं यदस्ति तद् वाक्येन नैयायिकः सूच्यते अत्र तादृश अभावः कीदृश अभावः तादृश अभावः इदानीं कीदृश अभावः इति नैयायिकानां मतानुसारं वदतु समवायसम्बन्ध हा सत्यं समवायसम्बन्ध स्वरूपसम्बन्ध अवश्यं न इदानीं तत्र स्वरूपसम्बन्धः इति तदनन्तरम् आगच्छति तादृश अभावः इदानीम् अभावः निरूपणीयः अभावः अभावस्य निरूपणं भवति चेत् तदनन्तरम् इदानीं भूतलस्य निरूपणं स्वरूपसम्बन्धं स्वीकृत्य वक्तुं शक्यते इदानीम् अभावस्य निरूपणं करोतु इति मया प्रार्थितं तादृश अभावः इति अस्ति किल कीदृश घटनिष्ठप्रतियोगिता सत्यं घटनिष्ठप्रतियोगिता इदानीं घटनिष्ठप्रतियोगिता केन अवच्छिन्ना संयोगसम्बन्ध न इदानीम् अस्माकम् अवसरः अस्ति समवायेन घटः नास्ति इति अतः समवायसम्बन्धः स्वीकृत्य वदतु अभावः अभावनिष्ठ अभावनिष्ठ अनियोगिता हा हा हा इदानीम् अभावः एव निरूपयः अभावः एव लक्ष्यम् अस्माकं महोदय महोदय घटनिष्ठप्रतियोगिता समवाय अवच्छिन्न समवायसम्बन्ध अवच्छिन्न अनियोगिता न इदानीं तत्र सोपानेन गच्छामः इदानीम् अभावः निरूपणीयः भवति किल आं महोदय अभावः निरूपणीयः इति चेत् तत्र कः सम्बन्धः किं सम्बन्धं स्वीकृत्य अभावं निरूपयितुं शक्यते प्रथमं तद्वदतु घटाभावं तु संयोगसम्बन्धेन तत्र अभावः इति न न इदानीम् एकनिमिषं महोदय अत्र पश्यतु इदानीम् अस्माकम् अवसरः कम् इदानीं लौकिकवाक्यं किं भूतले समवायेन घटः नास्ति तद् तदेव मया पृष्टम् इह अपि इह इत्युक्ते किं भूतले समवायेन घटः नास्ति इति वार्ता अस्ति इदानीं तदेव वस्तुस्थितिः इदानीम् अस्माकं तत्र अभावः निरूपणीयः भवति अस्माभिः अभावस्य निरूपणम् अस्माभिः करणीयम् अस्ति इदानीम् अभावस्य निरूपणं कथं कर्तुं शक्यते अनियोगी प्रतियोगी अनियोगिता प्रतियोगिता स्वीकृत्य अभावः निरूपयितुं शक्यते किल आं महोदय अतः इदानीं तत्र अभावः स्वीकरोतु तत्र केवलं प्रतियोगिता अनियोगिता इति भावं स्वीकृत्य अभावः निरूपयतु केवलम् इदानीं सम्बन्धस्य विषये मास्तु आं महोदय घटनिष्ठा प्रतियोगितानिरूपित अनियोगिता आश्रयः अभावः समीचीनं तदेव घटनिष्ठप्रतियोगितानिरूपित अनियोगिता आश्रयः अभावः इदानीं घटनिष्ठप्रतियोगिता इति उक्तं किल सा प्रतियोगिता केन अवच्छिन्ना इदानीं संयोजयतु तत्र सम्बन्धः अपि च धर्मः द्वयमपि संयोजयतु घटत्वावच्छिन्न हा सत्यं प्रतियोगिता घटत्वेन अवच्छिन्ना अस्ति घटत्वावच्छिन्नप्रतियोगिता इति अपि वक्तुं शक्यते पुनः केवलं घटत्वेन न किन्तु तत्र सम्बन्धः कः तत्र तु न न तत्र इत्युक्ते घटत्वम् अपि च तादृशं नास्ति इदानीम् अस्माकं वस्तुस्थितिः का घटाभावः भूतले समवायेन घटः नास्ति नास्ति आं महोदय इदानीं तत्र समवायसम्बन्धमपि अवच्छिन्नत्वेन अवच्छेदकधर्मत्वेन स्वीकृत्य वाक्ये योजयतु घटनिष्ठा प्रतियोगिता समवायसम्बन्ध समवायसम्बन्ध आवच्छिन्न अनियोगिता आश्रयः अभावः हा इदानीं समीचीनं किन्तु किञ्चिदिव क्रमस्य परिवर्तनं करणीयम् अत्र पश्यतु इदानीम् अभावस्य निरूपणम् अस्माभिः करणीयम् अभावस्य निरूपणं कथं कर्तुं शक्यते अनियोगी अनियोगिता प्रतियोगिता अनियोगिता प्रतियोगितायाः मध्ये निरूपणनिरूप्यकभावः अस्ति इति कृत्वा तत्र अनियोगिता प्रतियोगिता स्वीकरणीयः भवति घटनिष्ठप्रतियोगितानिरूपित अनियोगिता आश्रयः अभावः इदानीं सा च प्रतियोगिता केन अवच्छिन्ना इति चेत् घटत्वेन अवच्छिन्ना अपि च समवायसम्बन्धेन अवच्छिन्ना इति कृत्वा समवायसम्बन्धनिष्ठसांसर्गिक अवच्छेदकतानिरूपित तत्र अवच्छेदकतानिरूपित अवच्छेद्यतावति इति दीर्घमार्गेणापि वक्तुं शक्यते नो चेत् समवायसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न घटनिष्ठप्रतियोगिता इति तत्र वाक्य प्रतियोगितायाः अवच्छेदक धर्मः नो चेत् सम्बन्धः पूर्वमेव वक्तव्यम् समवायसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न घटनिष्ठप्रतियोगितानिरूपित अनियोगिता आश्रयः घटाभावः अवगच्छति वा महोदय समवायसम्बन्धसंसर्गक अवच्छिन्न तत्र समवायसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न घटनिष्ठप्रतियोगिता तत्र समवायसम्बन्ध प्रतियोगिता समवायसम्बन्धेन अवच्छिन्ना अपि च घटत्वेन अवच्छिन्ना कुत्र वर्तते घटे वर्तते प्रतियोगिता कुत्र वर्तते घटे वर्तते इति कृत्वा समवायसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न घटनिष्ठप्रतियोगिता सा प्रतियोगिता कां निरूपयति? अनियोगिता निरूपयति. अनियोगिता कुत्र वर्तते? घटाभावे वर्तते इति कृत्वा समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न घटनिष्ठप्रतियोगिता निरूपित अनियोगिता आश्रयः घटाभावः. अवगच्छति वा? आं महोदय. इदानीं तदेव वाक्यम् इतोपि दीर्घरीत्या वक्तुं शक्यते. अत्र अवच्छिन्न इति पदं मया प्रयुक्तं. तस्मिन् स्थाने निष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती इति इति उपयुज्य प्रयत्नं करोतु. समवायसम्बन्धनिष्ठ संसर्ग अवच्छेदकता निरूपित अवच्छेद्यतावती. समीचीनम्. अवच्छेद्यतावती इति तत्र स्थगयतु. इदानीम् अग्रे घटत्व घटत्वनिष्ठ अवच्छेदकता निरूपित हा निरूपित अवच्छेद्यतावती अवच्छेद्यतावती. समीचीनं. समवायसम्बन्धनिष्ठ सांसर्गिक अवच्छेदकता निरूपित अवच्छेद्यतावती घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती या घटनिष्ठप्रतियोगिता तादृश अभावनिष्ठ स्वरूपसम्बन्धावच्छिन्न आधेयतानिरूपित अवच्छेद्यतावत् भूतलम्. तत्रापि इदानीं स्वरूपसम्बन्धावच्छिन्न आधेयता इति अस्ति किल. तत्रापि यथा सीमा भगिन्या पृष्टं तत्रापि अवच्छेदकता अवच्छेद्यता इति वक्तुं शक्यते इति चेत् तत्र दीर्घवाक्यं कथं भवति? स्वरूपसमवायसम्बन्ध अवच्छिन्न समवायसम्बन्धनिष्ठ सांसर्गिक अवच्छेदकता निरूपित अवच्छेद्यतावती घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती या घटनिष्ठप्रतियोगिता तादृशप्रतियोगिता निरूपित अनियोगिता आश्रय अभाव निष्ठ स्वरूपसम्बन्ध अवच्छेदकता स्वरूपसम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती या घटनिष्ठ भूतलनिष्ठ क्षम्यतां घटाभावनिष्ठ आदेयता निरूपित अधिकरणतावत् भूतलम् इति दीर्घमार्गेण तद्वक्तुं शक्यते. तदेव अग्रिमवाक्ये उक्तमस्ति. सीमा भगिनी तद्वाक्यं पठति वा? संयोगसम्बन्धनिष्ठ. आं महोदय. संयोगसम्बन्धनिष्ठ सांसर्गिकावच्छेदकता निरूपित अवच्छेद्यतावती अथ च घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती या घटनिष्ठ प्रतियोगिता तादृशप्रतियोगिता निरूपित अनुयोगिताश्रय अभावनिष्ठ स्वरूपसम्बन्धावच्छिन्न आधेयता निरूपित अधिकरणतावत् कपालम् इति संयोगेन कपाले घटो नास्ति इत्यस्य अर्थः. अत्र दीर्घवाक्येन घटः कपाले संयोगसम्बन्धेन नास्ति इत्यस्य निरूपणमस्ति. सत्यम्. किन्तु विवरणम् आवश्यकमस्ति? विवरणं नास्ति. अत्र सर्वं सरलमेव. अत्रापि इतोपि दीर्घतया वक्तुं शक्यते. अत्र स्वरूपसम्बन्ध अवच्छिन्न इति उक्तं किल. तस्मिन् स्थाने अवच्छेदकता अवच्छेद्यता इति संस्थाप्य तत्र आरम्भतः पठतु पुनः एकवारम्. संयोगसम्बन्धनिष्ठ सांसर्ग अवच्छेदकता निरूपित अवच्छेद्यतावती अथ च घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती या घटनिष्ठप्रतियोगिता तादृशप्रतियोगिता निरूपित अनुयोगिताश्रय अभावः निष्ठ स्वरूपसम्बन्धनिष्ठ सांसर्गावच्छेद्यता निरूपित आधेयनिष्ठ अवच्छेदकता निरूपित भूतल निष्ठ अधिकर क्षम्यतां निरूपित अधिकरणतावत् कपालम्. हा इति समीचीनं समीचीनं. स्वरूपसम्बन्धनिष्ठ सांसर्गिक अवच्छेदकतानिरूपित अवच्छेद्यतावती आधेयतानिरूपित अधिकरणतावत् भू कपालम् इति एतदेव बहुदीर्घ इति प्रथमविधवाक्यनिरूपणम्. यत्र अत्र सर्वं स्पष्टतया दीर्घतया उक्तम्, अत्र किमपि सङ्कुचितं नास्ति इति प्रथमविधम्. इदानीं द्वितीयविधं भवती एव प्रयत्नं करोतु. अत्र अवच्छेदकता निष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती इत्यस्मिन् स्थाने केवलम् अवच्छिन्ना इति उक्त्वा एतद्वाक्यं वदतु. पुनः एतदेव वाक्यं संयोगसम्बन्ध अवच्छिन् घटत्वावच्छिन् घटनिष्ठप्रतियोगितानिरूपित अनुयोगिताश्रय अभाव निष्ठस्वरूपसम्बन्धावच्छिन्न आधेयतानिरूपित अधिकरणतावत् कपालम्. समीचीनम् इति द्वितीयविधवाक्यं. प्रथमवाक्यं तु बहु दीर्घमासीत्, तत्र सर्वत्र अवच्छेदकता अवच्छेद्यता इति धर्मं स्वीकृत्य निरूपितम्. इदानीम् अस्माभिः किं कृतम्? अवच्छेदकता निष्ठ अवच्छेदकतावती निरूपित निष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती इत्यस्मिन् स्थाने सम्पूर्णस्य स्थाने अवच्छिन्ना इति एकमेव पदं स्वीकृतम्, अतः इतोपि लघु अभवत्. इदानीं तत्र इतोपि लघु लघ्वीकर्तुं शक्यते. एतत् वाक्यं सांसर्गिक इति पदं त्यक्तुं शक्नोति वा महोदय? तत्र सांसर्गिका इति कुत्र वदामः? अवच्छेदकतावती अवच्छेदकतानिरूपित अवच्छेद्यतावती इति वदामश्चेत् तत्रैव सांसर्गिक इत्यस्य पदस्य आवश्यकता अस्ति. यदा अवच्छिन्ना इति वदामः तत्र संयोगसम्बन्ध अवच्छिन्न घटत्वा अवच्छिन्न प्रतियोगिता इति वक्तुं शक्यते. धन्यवादः. अस्तु, हा इदानीं तत्र तृतीयविधमपि अस्ति, इतोपि लघ्वीकृत्वा तद् इदानीं पश्यामः. रघुपतिमहोदय, भवान् अग्रे पठति वा? एवं तत्र महोदय न काले विषयितासम्बन्धेन इति अस्ति किल, अष्टचत्वारिंशत्तमपुटे चित्रस्य उपरि अस्तु. काले विषयितासम्बन्धेन घट नास्ति इति ज्ञाने भासमानम् अभावम् आदाय विषयितासम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगितानिरूपकाभावनिष्ठस्वरूपसम्बन्धावच्छिन्न आधेयतानिरूपित अधिकरणतावान् कालः इति संक्षेपतः वक्तुं शक्नुमः. हा अत्र पश्यन्तु महोदय, तत्र विषयितासम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगितानिरूपक अभावः इति उक्तम्, इतोपि संक्षिप्तम् अत्र. कस्मिन् स्थाने क इति उक्तम् इति चेत् तत्र पूर्वस्मिन् परिच्छेदे किमासीत्? प्रतियोगितानिरूपित अनियोगिता आश्रय इति आसीत् किल, तादृशप्रतियोगितानिरूपित अनियोगिता आश्रयः. तत्र निरूपित अनियोगिता आश्रय इत्यस्मिन् स्थाने केवलं क इति पदम् उपयुक्तम्. अवगच्छति वा? नो चेत् अत्र किं वक्तव्यम् आसीत्? विषयितासम्बन्ध अवच्छिन्न घटत्वावच्छिन्न प्रतियोगिता निरूपित अनियोगिता आश्रय अभावनिष्ठ इति वक्तव्यम् आसीत्, किन्तु तत्र प्रतियोगितानिरूपित अनियोगिता इत्यस्मिन् स्थाने क इति पदं प्रयुक्तमस्ति, निरूपक इति प्रयुक्तमस्ति, तावदेव. विषयितासम्बन्ध अवच्च विषयितासम्बन्ध अवच्छिन्न घटत्वा अवच्छिन्न प्रतियोगिता निरूपक इति निरूपित इति त्यक्तं तत्र निरूपक अभावः. तत्र प्रतियोगितायाः निरूपकः भवति अभावः इत्यतः विषयितासम्बन्ध अवच्छिन्न घटत्वा अवच्छिन्न प्रतियोगिता निरूपक अभावनिष्ठ स्वरूपसम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणतावत् काल अधिकरणतावान् कालः इति इतोपि संक्षिप्तम् इति तृतीयविधमस्ति. इदानीं वयं किं कुर्मः, इतोपि संक्षिप्त संक्षेप्तुं शक्यते, इतोपि संक्षेप्तुं शक्यते. इदानीं भवानेव पठतु तत्र यत् परिच्छेदः, यः परिच्छेदः भवता पठितं तत्र तस्य अधः अन्यपरिच्छेदः अस्ति किल, एवं घटः पटः नास्ति इत्यत्र तत्र द्वितीयवाक्यमस्ति किल, तथा च तत् पठतु. तथा च घटत्वावचिन्न घटत्वावचिन्न तादात्म्यावचिन्न प्रतियोगिताक अभाव प्रतियोगिताक अभावः यः भेदः तद्वान् पटः इति प्रतियोगितायाः तादात्म्यावचिन्न अवच्छिन्नत्वसिद्धिः. हा तत्र पश्यतु, इदानीं घटत्वा अवच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिताक अभावः इति अस्ति. विषयतासम्बन्ध अवच्छिन्न घटत्वा अवच्छिन्न प्रतियोगिताक अभावः यथा तथा घटत्वा अवच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिताक अभावः इति उक्तम्. इदानीं तस्मादनन्तरम् अभावनिष्ठस्वरूपसम्बन्ध अवच्छिन्न आधेय निरूपित अधिकरणतावान् कालः इत्यस्मिन् स्थाने तद्वान् इति उक्तम्. तद्वान् इति इतोपि संक्षिप्तम् अत्र, अवगच्छति वा? अतः अत्रापि किं वक्तुं शक्यते, विषयितासम्बन्ध अवच्छिन्न घटत्वा अवच्छिन्न प्रतियोगिता निरूपक अभाव अभावः यः तद्वान् कालः इति वक्तुं शक्यते. किमर्थम् इत्युक्ते तद्वान् कालः किमर्थं वक्तुं शक्यते इति चेत् तत्र मतुप्रत्ययः उपयुक्तः. अभावः कुत्र वर्तते, काले वर्तते इति कृत्वा तद्वान् इति वक्तुं शक्यते. अवगच्छति वा महोदय? महोदय अहं न जानामि, किञ्चित् अद्य अहं किमपि न अवगतं, किञ्चित् भ्रमः जातः. अहम् पठित्वा आगच्छामि. कुत्र कुत्र भ्रमतः भ्रमः भवान् एव इदानीं तत्र अस्माकं किमपि नास्ति, सर्वैः एतद् अवगन्तव्यम् अस्ति. अहं पठित्वा आगच्छामि महोदय, अहं किञ्चित् न जानामि, किञ्चित् अद्य किञ्चित् क्लेशः आसीत् मम. ओ इति वा, क्षम्यतां महोदय. तत्र कुत्र भवतः क्लेशः जातः इति ज्ञातं चेत् निवारयितुं शक्यते. न महोदय, भवान् किं करोतु, लास्ट् न जानामि, किञ्चित् पठामि. अस्तु अस्तु महोदय, चिन्ता मास्तु. भवान् पुनः एतद् ध्वनिमुद्रणमेव पुनः एकवारं शृणोतु. एकवारं श्रुत्वा आगच्छामि. अग्रिमवर्गे तत्र अस्माकं भानुवासर वर्गे आगच्छति चेत्, भानुवासरं सोमवासरवर्गः अस्ति किल, तत्र आगच्छति चेत् इदम् एतदेव पुनः प्रयासः भवति. किन्तु अत्र पश्यतु, इदानीम् अन्य कोऽपि वक्तुम् इच्छति वा? विजी भगिनी, तत्र श्रीनिवास श्रीराममहोदय, श्रीराममहोदय भवान् वक्तुमिच्छति वा? अस्तु महोदय, प्रयत्नं करोमि, प्रयत्नं करोमि महोदय. हा हा हा, इदानीं तत्र वाक्यचतुष्टयम् अपि वक्तव्यं, वाक्यचतुष्टयमपि वक्तव्यं. बहुदीर्घमार्गः, तदनन्तरम् इतोपि लघुमार्गः, तदनन्तरम् इतोपि लघुमार्गः, इतोपि लघुमार्गः, किन्तु एकमेव स्वीकुर्मः. तत्र इदानीं संयोगसम्बन्धेन घटः भूतले नास्ति, इति अवसरः अस्तु महोदय. घटः भूतले नास्ति. प्रथमं दीर्घवाक्यं वदतु. संयोगसम्बन्ध सांसर्गिक संयोगसम्बन्धनिष्ठसांसर्गिक अवच्छेदकतानिरूपित अवच्छेद्यतावती घटत्वनिष्ठ अवच्छेदकतानिरूपिता अवच्छेद्यतावती प्रतियोगिता घटनिष्ठ प्रतियोगिता प्रतियोगिता या घटनिष्ठप्रतियोगिता निरूपित अनुयोगिता अनुयोगिता वान् अभावः यः अभावः अनियोगितावान् अभावः निष्ठस्वरूपसम्बन्ध निष्ठ सांसर्गिक अवच्छेदकता निरूपित अवच्छेदतावती आधेयता निरूपित अधिकरणता आश्रयः भूतलम् आश्रयं भूतलम्. समीचीनं समीचीनं तदेव समीचीनं तावदेव. भवान् अवगतवान् एव तत्र सर्वैः केवलम् एतादृ भवता गृहपाठं कृतं मामपि प्रेषितं किल अतः भवता एतादृशं वक्तुं शक्यते. इदानीं तत्र द्वितीयविध इतोपि लघ्वीकृत्वा वदतु. तत्र निष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती इत्यस्मिन् स्थाने अवच्छिन्ना इति संस्थाप्य वदतु. संयोगसम्बन्ध अवच्छिन्ना घटत्व अवच्छिन्ना घटनिष्ठ प्रतियोगिता या प्रतियोगिता निरूपित निरूपित अनियोगिता आश्रय अभावः अभाव स्वरूपसम्बन्ध अवच्छिन्नाधेयता अधिकरणनिष्ठ अभावनिष्ठस्वरूपसम्बन्ध अवच्छिन्नाधेयता निरूपित अधिकरणतावत् भूतलम्. समीचीनम् इति द्वितीयविधवाक्यम्. इदानीं तत्र तत्र प्रतियोगिता इत्यस्मात् तत्र आश्रय इति अनियोगिता तत्र प्रतियोगिता इत्यस्य अनन्तरं निरूपित अनियोगिता आश्रय इत्यस्मिन् स्थाने क इति पदम् उपयुज्य निरूपक इति पदम् उपयुज्य पुनः वाक्यं रचयतु. संयोगसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न घटनिष्ठ आधेयता निरूपि निरूपक घटनिष्ठ अभावनिष्ठ घटनिष्ठ घटनिष्ठ आधेयता निरूपक आधेयता नास्ति प्रतियोगिता किल इदानीम् एकनिमिषं एकनिमिषं महोदय. संयोगसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न घटनिष्ठ प्रतियोगिता निरूपक अभावनिष्ठ स्वरूपसम्बन्ध अवच्छेदकता निरूपित अधिकरणताश्रय भूतलम्. अवच्छेदकता नास्ति तत्र एकमेव दोषं कृतं. स्वरूपसम्बन्ध अवच्छिन्न अवच्छेदकता इति वदति चेत् अवच्छेद्यता इति पुनः भवति. अतः स्वरूपसम्बन्ध अवच्छिन्न अवच्छिन्न अवच्छिन्न स्वरूपसम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणताश्रयः आश्रयं भूतलम् आश्रयं भूतलम् आश्रयः एव तत्र आश्रयः इत्येव भवति आश्रयः भूतलम् इति तत्र तृतीय इतोपि लघ्वीकृत्वा भवता उक्तम्. इदानीं चतुर्थवाक्यमपि भवता भवानेव रचयतु अस्मिन्नेव सन्दर्भे. तत्र किं कर्तव्यम् इति चेत् इदानीं तत्र स्वरूपसम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणतावत् इत्यस्मिन् स्थाने तद्वत् इति पदप्रयोगं कर्तुं शक्यते. अस्तु महोदय, प्रयत्नं करोमि. दोषः अस्ति चेत् तत्र निवारयतु. वदतु वदतु. संयोगसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न घटनिष्ठप्रतियोगिताक अभावः तद्वत् भूतलं तावदेव. अभावः तद्वत् भूतलम्. अभावः यः तद्वत् भूतलम् इति वदामश्चेत् तत्र इतोपि संक्षिप्तः भवति इति. एकमेव वाक्यं तत्र बृहत् रूपेण इतोपि किञ्चित् संक्षिप्य पुनः इतोपि संक्षिप्य पुनः इतोपि संक्षिप्य वक्तुं शक्यते, किन्तु अर्थः एकमेव. स्वरूपसम्बन्धः अवच्छिन्न पूर्णवाक्यं भवति न श्रुतं भगिनि, पुनः वदतु. अन्यैः सम्यक् श्रूयते वा? भगिन्याः ध्वनिः मां न श्रूयते. प्रायः तस्य इण्टर्नेट् मध्ये किञ्चित् क्लेशः अस्ति. हा वदतु भगिनि. भगिनी म्यूट् मध्ये गतवती. भगिनी किं करोतु, मां मेल् प्रेष न स्वरूपसम्बन्ध अवच्छिन्न आधेयता इति शब्दः त्यजामः चेदपि पूर्णवाक्यं भवतु वा इति मम प्रश्नः. आम् आम् आम्, तत्र चतुष्टस्थितं सम्बन्ध अवच्छिन्न आधेयता. तत्र तद्वत् इति वदामश्चेत् तत्र अवगमनं भवत्येव भवति. इति अस्ति. इदानीं भवती एव अग्रे पठतु भगिनि. तत्र एवमेव वायौ इति अस्ति किल, अत्र अष्ट अष्टचत्वारिंशत्तमपुटे चित्रमस्ति किल, चित्रस्य अधोभागे तत्र तृतीयपङ्क्तिः अस्ति एवमेव इति. एवमेव वायौ समवायेन रूपं नास्ति, तन्तौ संयोगेन पटो नास्ति, घटेन कालिकेन घटत्वं नास्ति इत्य घटत्वं नास्ति नास्ति नास्त्यादि प्रत्ययः तत्र तत्र प्रतियोगितायां सम्बन्धविशेष अवच्छिन्नत्वं धर्मविशेष अवच्छिन्नत्वं च निवेश्य अभ्यस्याः अत्र एतद्वत् समवाये सम्बन्धं स्वीकृत्य वयम् अभावभूतले समवायेन नास्ति इति निरूपणं कृतवन्तः इदानीं पर्यन्तम्. अधुना ये अभ्यासः कर्तव्यं वायौ समवायेन रूपं नास्ति इति, दन्तौ संयोगेन संयोगेन पटोः नास्ति, गगेन कालिकेन गडत्व नास्ति इत्यादि अपि एतादृशमार्गेण निरूपणं करणीयम्, अभ्यासं करणीयम् इति. समीचीनं भगिनि, इति एतदेव अस्मिन् सप्ताहस्य गृहपाठः भवति. भवन्तः सर्वे किं कुर्वन्तु, एकं वाक्यं स्वीकृत्य वायौ समवेयेन समवायेन रूपं नास्ति इति वाक्यं, नो चेत् तन्तौ संयोगेन पटः नास्ति, नो चेत् गगने कालिकेन घटत्वं नास्ति इति एकं वाक्यं स्वीकृत्य अत्र भवन्तः किं कुर्वन्तु, एकनिमिषं भगिनि अत्र अहं वदामि. एकं वाक्यं यत्किमपि वाक्यं स्वीकृत्य तत्र अस्माभिः दृष्टं किल, दीर्घवाक्यं तदनन्तरं लघुवाक्यं तदनन्तरम् इतोपि लघुवाक्यं तदनन्तरम् इतोपि लघुवाक्यम् इति तादृशवाक्यं वाक्यचतुष्टयं सर्वे कृपया निर्माणं कुर्वन्तु, अपि च यदि शक्यते चेत् मां प्रेषयन्तु, अहं दृष्ट्वा समीचीनं वा न वा इति तस्य परिशीलनं कृत्वा वदामि. वायौ समवायेन रूपं नास्ति इति एकमेव वाक्यं, नो चेत् तत्र तन्तौ संयोगेन पटो नास्ति, नो चेत् गगने कालिकेन घटत्वं नास्ति इति यत्किमपि वाक्यं, नो चेत् स्वयमेव वाक्यं निर्मातुं कर्तुं शक्यते. यत्किमपि वाक्यम् एकमेव वाक्यं स्वीकृत्य तत्र रीतिचतुष्टयेन वाक्यं रचयित्वा मां कृपया प्रेषयतु, तदेव अस्मिन् सप्ताहस्य गृहपाठः भवति. इदानीं तत्र निमिषद्वयमस्ति, निमिषद्वयं स्वीकरोमि. विजी भगिनी, भवती एव अग्रिमपरिच्छेदमपि पठतु भगिनि, तत् पठितं किञ्चित् पठित्वा समापयामः. अस्तु. एवम् एवं घटः पटो न इत्यत्रापि तादात्म्यसम्बन्धे सम्बन्धः भवति. प्रतियोगिता अवच्छेदकः तथा च घटत्व अवच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिताक अभावक यत् भेदः तद्वान् पटः इति प्रतियोगितायाः तादात्म्य अवच्छिन्नत्वसिद्धिः. इति अस्ति, एतदपि अस्मिन्नेव वर्गे अस्माभिः अधीतं. तत्र प्रतियोगिता यत्र अन्योन्य अभावस्थले, अन्योन्य अभावः घटः पटः न, घटः पटाद् भिन्नः इति एव अन्योन्य अभावः. तस्मिन् स्थले अपि प्रतियोगिता अनियोगिता भावः वर्तते. इदानीं तादृशप्रतियोगिता केन सम्बन्धेन अवच्छिन्ना इति चेत् तादात्म्यसम्बन्धेन अवच्छिन्ना इति अत्र उक्तं, तावदेव. अत्र नूतनं किमपि नास्ति. अतः यत्किमपि वाक्यं स्वीकृत्य, वायौ समवायरूपं नास्ति, नो चेत् तत्र घटः पटः न, नो चेत् घटः पटाद् भिन्नः, घटः पटेन इति एतादृशवाक्यं स्वीकृत्य तत्र तत्तत् तादात्म्य तत्तत् सम्बन्धं स्वीकृत्य वाक्यं रचयन्तु. वाक्यानि वाक्यचतुष्टयं चतुष्टवाक्यं रचनीयं, वाक्यचतुष्टयं रचनीयम्. आम्, एकवारं रचयति चेत् सम्यक्तया बोधः जायते. अतः कृपया सर्वे एतत् कुर्वन्तु. अस्तु, अत्र स्थगयामः. अग्रे प्रकृते आदेयस्थले अपि इति तत्र पाठः प्रचलति, यद् अधीतं तदेव अत्रापि प्रचलति. एतावत्पर्यन्तम् अस्य यस्य कस्यापि सन्देहाः वर्तन्ते वा? न महोदय, धन्यवादः. अस्तु, अत्र स्थगयामः. समीचीनं, धन्यवादः.